नमस्कारः माता। ॐ सरस्वती महाभागे ललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अष्टाध्यायीग्रहे सूत्रेषु बलाबलचिन्तनम्। वयं तत्र अन्तरङ्गविषये तत्र स्मः। सो अन्तरङ्गं बहुविधम्। अस्माभिः एकविधम् अन्तरङ्गम् अत्र अस्मिन् करपत्रे पठितं, तदस्ति पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम्। सो यस्य शास्त्रस्य निमित्तं पूर्वे उपस्थितम् अस्ति तद् अन्तरङ्गशास्त्रं भवति। यस्य शास्त्रस्य निमित्तं निमित्ताधारीकृत्य एतादृशः अन्तरङ्गस्य लक्षणमस्ति। सो यस्य शास्त्रस्य निमित्तं परे अस्ति, इत्युक्ते कस्यचित् शास्त्रस्य अनन्तरम् अस्ति, तदस्ति बहिरङ्गशास्त्रम्। इत्युक्ते यस्य शास्त्रस्य निमित्तं स्थानीसमीपे वर्तते तद् अन्तरङ्गम्। यस्य शास्त्रस्य निमित्तं स्थानी किञ्चित् दूरे वर्तते तत्र तद् बहिरङ्गशास्त्रम्। इदानीं तत्र अस्माभिः पूर्वस्मिन्वर्गे द्विविध अरङ्गम्। सो अत्र शीर्षकमस्ति अपरनिमित्तिकम् अन्तरङ्गम्। अपरनिमित्तिकम् इत्यनेन अपर इति अत्र नैतत्पुरुषसमासः अस्ति, न परः अपरः। सो न परः इत्युक्ते परः इत्युक्ते अनन्तरं, साक्षात् अनन्तरम्। अस्तु, साक्षात् अनन्तरम् इत्यपि न वदामः, इत्युक्ते यस्य निमित्तं परे नास्ति। परे नास्ति इत्युक्ते अन्तर्हितमेव अस्ति, तदन्तरङ्गं भवति। इत्युक्ते भिन्नरीत्या वदामः चेत् अपरनिमित्तिकम् अन्तरङ्गम् इत्युक्ते यस्य शास्त्रस्य परे कोऽपि निमित्तं न एव नास्ति, तदपि अन्तरङ्गं भवति। एतत् अस्ति द्वितीयविध अन्तरङ्गम्। सो अत्र यस्य अत्र उदाहरणं दत्तमस्ति, तादृशशास्त्रं कोऽपि ग्रन्थे अस्ति वा? तत्र बहूनि शास्त्राणि सन्ति। यदा वयं शास्त्रं वदामः अस्य विषये, तदा सूत्रमिति अवगच्छामः अथवा कार्यं, किमपि विधिः। सो सूत्रेषु कार्यमेव तत्र भवति, अतः यस्मिन् सूत्रे तत्र कोऽपि निमित्तं न उक्तमस्ति, कार्यस्य कृते कोऽपि निमित्तं, कारणं, साक्षात् कारणं न दत्तमस्ति, तद् अन्तरङ्गं भवति। अस्माभिः तत्र तादृशसूत्राणि पूर्वे अपि दृष्टं, यथा धातु आदेशः सः। सो धातु आदेशः सः इति अपि विधिसूत्रमस्ति। अनेन सूत्रेण तत्र धातौ वर्णः मूर्धनिषकारः अस्ति चेत् तस्य सकारादेशः भवति, परन्तु अत्र किमपि निमित्तं न उक्तमस्ति कदा भवति। केवलम् अत्र अस्ति यदि धातोः आदिमवर्णः मूर्धनिषकारः, तस्य सकारादेशः करणीयं, तावदेव विधिः अस्ति। सो अत्र अपि अस्मिन् सूत्रे अपि कोऽपि परनिमित्तं नास्ति, अतः कस्यचित् शास्त्रस्य अपेक्षया एतत् शास्त्रम् अनेन लक्षणेन, अपरनिमित्तिकम् अन्तरङ्गम् अनेन लक्षणेन अन्तरङ्गशास्त्रं भवितुं शक्नोति। अतः आदौ एव अस्माभिः दृष्टम् एतावता, यदा वयं धातुतः किमपि प्रत्ययोजयामः, यदि तत्र प्रथमवर्णः मूर्धन्यषकारः अस्ति, वयं तत्र प्रथमसोपाने अनुबन्धानां निष्कासनम् अनन्तरम् एव एतत् कार्यं अस्माभिः तत्र करणीयं। सो एतत् अपि भवति अन्तरङ्गशास्त्रं, तदेव अस्माकं विषयः। यस्य शास्त्रस्य कोऽपि परनिमित्तं नास्ति, तदपि अन्तरङ्गं शास्त्रम् उच्यते। अतः अस्मिन् करपत्रे तत्र उदाहरणमस्ति आदेच उपदेशे अशीति, उपदेशे शीति इति सूत्रमस्ति। एतत् सूत्रं अङ्गस्य अधिकारे नास्ति इत्युक्ते 6145 सूत्रमस्ति. अङ्गस्य अधिकारः षष्ठाध्याये चतुर्थपादे प्रथमसूत्रमस्ति अङ्गस्य. अतः एतत् सूत्रम् अङ्गकार्यस्य अन्तर्गतं न आगच्छति. अपदेशे 80 सो अस्मिन् अत्र अस्मिन् सूत्रे अपि किमपि परनिमित्तं न उक्तमस्ति. यद्यपि अत्र भासते 80 इति सप्तम्यन्तं पदमस्ति, एतत् निमित्तं भवति वा कार्यस्य कृते, तथा नास्ति. सो अस्मिन् सूत्रे किञ्चित् वैशिष्ट्यम् अस्ति. तत् किम् इति वयम् अद्य पठामः. अत्र सूत्रस्य आम् उल्लेखः अपि दत्तम् अस्ति. अस्माभिः कियत्पर्यन्तं पठितम्? अत्र देयं यत् पुनः पठनि वा? अत्र देयं यत् सो अत्रापि प्रथम परिच्छेदे तदेव उक्तम्. आदेश उपदेशे 80 इति सूत्रे किमपि परनिमित्तिकं नास्ति, परनिमित्तं न उक्तम्. अतः एतत् सूत्रमपि अनेन लक्षणेन अन्तरङ्गम् इति वयं वक्तुं शक्यते. सो आदेश उपदेशे 80 इति अन्तरङ्गशास्त्रम् इति अत्र लिखितमस्ति. इदानीं तत्र पठामः कथम् एतत् अत्र कोऽपि अपरनिमित्तिकं न भवति इति तत्र पठामः. अस्तु, चेतना भगिनी अग्रे भगिनि. अत्र ध्येयं यत् अशित्वं भवेत् इति नोक्तम्. अशिति प्रत्यये परे इति नोक्तम्, क्षिति न भवति इत्युक्तम्. अतः निषेधार्थः आदेच उपदेशे इति 6145 इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्. प्रथमं वाक्यम् उपदेशे एजन्तस्य धातोः आत्वं भवति इति एकः अर्थः. द्वितीयं वाक्यम् उपदेशे एजन्तस्य धातोः क्षितिप्रत्यये परे आत्वं न भवति इति द्वितीयः अर्थः. अत्र आदेच अनन्तरमपि पठतु तदपि पठतु. प्रथमे अर्थे किमर्थम् किमुक्तम् उपदेशे एजन्तस्य धातोः आत्वं भवति, कस्मिन् परे नोक्तम्. द्वितीये अर्थे तु क्षितिपरे निषेधः. एवं च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति. तर्हि निषेधांशे निमित्तं वर्तते, विध्यंशे निमित्तं नास्ति. एवं च यत्र द्वयोः सूत्रयोः सूत्रमस्ति आदेच उपदेशे क्षिति. अत्र वाक्यद्वयं स्तः. प्रथमं वाक्यमस्ति उपदेशे एजन्तस्य धातोः आत्वं भवति इति. प्रथमवाक्ये किम् उक्तमस्ति भगिनि? अत्र देवीं यत् अशित्वं भवेत् इति न उक्तम्. अशिति प्रत्यये परे इति नोक्तं. शिति न भवति इत्युक्त अत्र शिति परे न भवति इति उक्तम्. अशित्वं भवेत् इति न उक्तम् इति. षित् प्रत्यये परे किम् एतत् सूत्रं न भवति इति. किम् सूत्रस्य अनेन सूत्रेण किं भवति? सूत्रस्य अर्थः कः? प्रथमे वदतु. आत् एच् उपदेशे अशिति. ध्वनिः सम्यक् अस्ति वा भगिनि? ध्वनिः सम्यक् अस्ति वा? मम कृते सम्यक् अस्ति. आम् आं महोदय, किञ्चित् स्थगत् ऐ मीन् लिटल् ब्रेक्स् बट् अदर्वैस् ओके महोदय. अस्तु. सो आत् एच् उपदेशे अशिति इति सूत्रं ए वदति उपदेशावस्थायां षित् प्रत्यये नास्ति चेत् दीर्घ आकारस् न एच् एच् वर्णस्य आत्वं भवति इति. परन्तु परे षित् प्रत्यय अस्ति चेत् आत्वं न भवति. आम्. सो अनेन सूत्रेण एजन्तदातूनां, सो एजन्तदातूनां तेषां कृते अत्र आत्वम् उक्तमस्ति. उपदेशे इति अत्र सप्तम्यन्तं पदमस्ति. सो उपदेशे इत्युक्ते आदौ एव उपदेश अवस्थायां एजन्तदातूनाम् आत्वम् उक्तमस्ति इति विधिः. अनन्तरम् उक्तमस्ति अशीति. सो अत्र वयं सामान्यरीत्या पठामः चेत् अशीति इति इत्युक्ते अत्र समासः वर्तते नशीति. सो अत्रापि नञ् तत्पुरुषसमासः अस्ति, यथा अपर इति पदे न पर इति नञ् तत्पुरुषसमासः अस्ति, अत्र अपि अशीति इत्यनेन नञ् तत्पुरुषसमासः अस्ति. परन्तु अत्र भिन्न इत्युक्ते तत्र सूत्रेषु पाणिनिसूत्रेषु तत्र प्रायशः तत्र वैयाकरणैः तत्र किं कृतमस्ति, कीदृशनिषेधः इत्युक्ते तत्र प्रसज्यनिषेधः पर्युदासनिषेधः. प्रसज्य इति सामान्यनिषेधः, पर्युदासनिषेधः इत्युक्ते विशेषनिषेधः. यदा तत्र निषेधः निमित्तस्य कृते उक्तमस्ति तद्भवति पर्युदासनिषेधः. तथैव अत्र अस्ति आदेच उपदेशे अशीति. सो अत्र आदेश इत्युक्ते अत्र शिति न भवति इत्युक्तम्, इत्युक्ते यः न इति पदमस्ति, नञ् तत्पुरुषसमासे यः न पदमस्ति तस्य अन्वयः न भवति इत्युक्ते निमित्तस्य विषये उक्तमस्ति. शिति न भवति निमित्तस्य उक्ते विषये नास्ति इत्युक्ते एतत् सूत्रं कार्यद्वयं करोति. एतत् सूत्रं विधिः अपि अस्मिन्नेव सूत्रे दत्तमस्ति, निषेधः अपि अस्मिन्नेव सूत्रे दत्तमस्ति. फर्गेट् अबौट् पर्युदास् एण्ड् प्रसज्य, वि विल् डिस्कस् देट् सपरेट्लि बिकास् तस्य कृते बहु समयः अपेक्षितमस्ति. सो अस्मिन् सूत्रे विधिः अस्ति, अपि च अस्मिन्नेव सूत्रे निषेधः अस्ति. विधियार्थं निषेधः अस्ति, यथा अस्माकं सूत्रमस्ति सार्वधातुक अर्धधातुकयोः. सो सार्वधातुक अर्धधातुकयोः इति विधिसूत्रमस्ति, तेन सूत्रेण गुणकार्यं भवति. परन्तु एकं भिन्न एकम् अन्यत् सूत्रमस्ति किनिति च, तद् भिन्नसूत्रमस्ति. तस्मिन् सूत्रे उक्तमस्ति कितनित् प्रत्ययपरे सार्वधातुक अर्धधातुकयोः इति सूत्रेण यत् गुणकार्यं वर्तते भवति तत् किनिति परे न भवति. सो तत्र विधिः सपरेट्लि दत्तमस्ति, निषेधः भिन्नसूत्रेण दत्तमस्ति. परन्तु एतत् यत् सूत्रमस्ति आदेश उपदेशे अशीति, अस्मिन् सूत्रे अत्र विधिः अपि उक्तम्, अस्मिन्नेव सूत्रे निषेधः अपि उक्तम्. निषेधः कदा भवति? विधिः इति यद् दत्तमस्ति, यत् कार्यमस्ति, कार्यस्य निषेधः कदा भवति इति अपि उक्तम्. सो अत्र उक्तमस्ति एजन्तानाम् उपदेशे आत्वं भवेत्, आत्वं भवतु इति विधिः. अनन्तरं वदति यः उपदेश अवस्थायाम् एजन्तानाम् आत्वम् उक्तमस्ति तस्य निषेधः. कदा निषेधः अस्ति? षित् प्रत्ययपरे. यदा कोऽपि षित् प्रत्ययः परे भवति सो अशीति इत्यनेन अत्र षित् न षित् प्रत्यये इत्युक्ते शिति इति सप्तमी अन्तम् अस्ति परे भवति निमित्तं परे भवति शितिपरे आत्वं न भवति इति तत्र अन्वयः भवति सो अस्मिन् सूत्रे कार्यद्वयं वर्तते एकस्मिन् पक्षे तत्र विधिः भवति अन्यस्मिन् पक्षे तस्य एव विध्यार्थं तत्र निमित्तं दत्तमस्ति कदा न भवति कार्यस्य निषेधः कदा अस्ति इति एतत् आदेश उपदेशे अशीति अतः अत्र अन्वयं कुर्मः चेत् इत्युक्ते अत्र वाक्यद्वयं भवति अस्मिन् सूत्रस्य अवगमनार्थं तत्र अस्माभिः तत्र वाक्यद्वयं तत्र स्मर्तव्यं वदतु तस्य विषये वदतु किमस्ति सो एतस्य सूत्रस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम् इति अत्र वी शुड् स्पीक् फार् एक्स्प्लेनिङ्ग् दिस् सूत्र वी हेव् टु स्पीक् द टू दिस् सूत्र इन् टू सेण्टेन्सेस् अत्र लिखितमस्ति एकः अर्थः द्वितीय अर्थः इत्युक्ते कस्मिञ्चित् स्थित्यां तत्र प्रथम इति भागस्य कार्यं भवति कस्मिञ्चित् स्थित्यां तत्र कस्मिञ्चित् क्षितिप्रत्ययपरे तत्र द्वितीयवाक्यस्य कार्यं भवति परन्तु सूत्रं तु एकमेव अस्ति एकम् एकेन सूत्रेण एव विधिः अपि दत्तं महर्षिणा अपि च निषेधः अपि दत्तं वदतु भगिनि तथैव प्रथमं वाक्यमस्ति उपदेशे एजन्तस्य धातोः आत्वं भवति एतत् भागं विधि उच्यते एजन्तधातु अस्ति चेत् तस्य आत्वं भवति इति द्वितीयं वाक्यमस्ति उपदेशे एजन्तस्य धातोः स्थितिप्रत्ययपरे आत्वं न भवति एतत्तु निषेधसूत्रमस्ति प्रथमे अर्थे किमुच्य तथैव एजन्तस्य धातु आत्वं भवति द्वितीयवाक्यं द्वितीय अर्थम् अस्ति स्थितिपरे अस्ति चेत् निषेध आत्वं न भवति इति अत्र इदानीम् अत्र अस्माकं विषयः अस्ति अपरनिमित्तिकम् अन्तरङ्गं सो तस्य तत् आधारीकृत्य अत्र उक्तमस्ति अत्र पठतु उपदेशे एजन्तस्य प्रथमे अर्थे किम् उक्तम् उपदेशे एजन्तस्य धातोः आत्वं भवति तस्मिन् परे नोक्तम् अतः निमित्तं न उक्तं द्वितीय अर्थे तु स्थितिपरे निषेधः एवं च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति निषेधस्य निमित्तम् उक्तमस्ति स्थितिपरे अस्ति चेत् आत्वं न भवति इति परन्तु विद्यार्थे कोऽपि निमित्तं नास्ति इत्युक्ते वी केन् वी नो नौ वेन् टु डू एजन्तानाम् आत्वं कदा भवति केवलं क्षितिपरे निषेधः अस्ति इत्युक्ते कोऽपि अशित् प्रत्ययः अस्ति चेत् तत्र आत्वं भवति एव सो षित् प्रत्ययः परे अस्ति चेदेव आत्वं न भवति यथा तत्र गै धातुः अस्ति सो गाय् धातुः भुवादिगणस्य धातुः गाय् धातुः एजन्तधातुः अत्र एच् वर्णः अन्ते वर्तते सो गाय् धातु भुवादिगणस्य धातुः अस्ति चेत् लट् लकारस्य प्रक्रियावेलायां तत्र किं भवति वदतु एकवारं भगिनि लट् लकारस्य एकवचनस्य विवक्षायां किं भवति गैयोग शक्योगति प्रथमे गैयोगति तदनन्तरं कर्तरि प्रयोगे अस्ति चेत् गैयोग शप्योगति तदनन्तरं गै योग अ योग दशक्व तद्धिते अपि च हलन्त्यम् इति सूत्रेण शकारस्य अपि च पकारस्य इत्संज्ञा भवति, तस्य लोपः भवति. गै योग अयोगति. इदानीं वयं जानीमः, अत्र पश्यतु भगिनि, अत्र उपदेश इति पदमस्ति न, सो कोऽपि वदति उपदेशावस्थायाम् एव एजन्तानाम् आत्मं भवेत्. सो किमर्थं यदा तत्र लट् लकारस्य विवक्ष अस्ति तस्मिन् एव सोपाने आत्मं किं न कृत् किमर्थं न कृतम्? परन्तु अस्माभिः तत्र स्मर्तव्यम् उपदेशे, यद्यपि अत्र उपदेशे पदम् अस्ति तथापि वयं जानीमः लट् लकारः लट् लोट् लङ् विधिलिङ्ग् लकारः सार्वधातुक् लकारः, तत्र सार्वधातुक् लकारेषु सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति. घञ् इति भुवादिगणस्य धातुः अस्ति, अत्र विकरणप्रत्ययः शप् अस्ति, सः शित् अस्ति, अतः तत्र शितिपरे इत्युक्ते दिस् आल् कम्स् इन् इट् हेपन्स् इन् द मैण्ड् ओन्लि, इवन् दो अत्र उपदेश इति पदम् अस्ति. सो देर् इस् अ लाट् आफ़् डिस्कशन् अबौट् दिस्. सो वयं जानीमः अत्र अनन्तरं प्रक्रियायां शप् प्रत्ययः योजनीयं, सो शप् शित् अस्ति, अतः अत्र एजन्तधातोः आत्वं न भवति, बिकास् अत्र अशीति प्रत्ययपरे निषेधः उक्तम् अस्ति, शित् प्रत्ययपरे आत्वं न भवति. सो गै विल् नाट् बिकम् गा, बिकास् वयं जानीमः अत्र सार्वधातुकप्रक्रिया अस्ति, सार्वधातुकप्रक्रियायां शप् आगच्छति, अतः अत्र शित् प्रत्ययः परे आगच्छति, अतः अत्र आत्वं न भवति. सो अत्र किं भवति? गायोग अ भवति चेत् एचोय वायावः इति सूत्रेण आय आयोग. सत्यं. सो क्षितिपरे निषेधः अस्ति, परन्तु अशित् प्रत्ययः, कोऽपि अशित् प्रत्ययस्य विवक्षा अस्ति चेत् यदा तत्र गै योग अनियर् कुर्मः तत्र आत्वं भवति. सो अनियर् प्रत्ययः अशित् अस्ति, ल्युट् प्रत्ययः अशित् अस्ति, किमपि अशित् प्रत्यय योजयामः अथवा लृट् लकारस्य विवक्षा अस्ति चेत् तत्र शतासि लृ लुटो इत्यनेन स्य मध्ये आयाति, स्य प्रत्ययः अपि अशित् अस्ति, सो तत्र गै विल् बिकम् गा, नोबडी विल् स्टाप् गै फ्रोम् बिकमिङ्ग् गा, बिकास् केवलं क्षितिपरे निषेधः अस्ति, अन्यत्र कुत्रापि निषेधः नास्ति. सो एजन्तानां यः आत्वम् उक्तम् अस्ति तस्य निषेधः केवलं षित् प्रत्ययपरे. सो यदि अशित् प्रत्ययः अस्ति तत्र तु आत्वं भवति एव इति सूत्रस्य अर्थः. सो इदानीम् अस्माकं विषयः अस्ति यः विधिः अस्ति तस्य कृते कोऽपि निमित्तं न उक्तम्, आत्वं कदा भवेत् इति न उक्तं, वदति उपदेश अवस्थायाम् एजन्तनम् आत्वं, परनिमित्तं इति न उक्तं, कदा भवेत् कदा न कदा भवेत् इति न उक्तं, परन्तु कदा न भवेत् इति उक्तम् अस्ति, अतः आत्वस्य निषेधः षित् प्रत्ययपरे उक्तम् अस्ति. सो इत्युक्ते इण्डैरेक्ट्लि अषित् प्रत्ययपरे तु आत्वं भवति एव तत्र. सो वेन् एवर् देर् विल् बि अ कम्पेरिसन् बिट्वीन् आदेच् उपदेशे अशीति एण्ड् सम् अदर् सूत्र, इफ् वि आर् अप्लैङ्ग् द विधि देट् इस् एजन्तस्य आत्वं, देन् इट् विल् बिकम् अन्तरङ्ग् वित् रेस्पेक्ट् टु द अनदर् सूत्र, बिकास् अत्र कोऽपि परनिमित्तं नास्ति. मे बि देट् इस् वै दिस् आल् दिस् डिस्कशन् इस् देयर्, बिकास् इट् विल् विन् अवर् दत् अस्य अधिकं बलं भवति अन्यस्य सूत्रस्य अपेक्षया, अतः अत्र किम् अत्र आत्वम् इत्युक्ते अपरनिमित्तिकं नास्ति. सो इण्डैरेक्ट्लि यु हेव् टु रिमेम्बर् देट् आदेच् उपदेशे अशीति विधि अर्थं तु एतत् सूत्रम् अन्तरङ्गशास्त्रं भवति, बिकास् अत्र कोऽपि परनिमित्तं नास्ति. आल् दिस् डिस्कशन् सि इफ् सम्बडि डस् नाट् नो बलाबलचिन्तनं, ही विल् से द सूत्रस्य अर्थः कः, आत् एच् उपदेशे अशीति, सो अशीति प्रत्यये परे एजन्तधातोः आत्वं भवतु इति सूत्रस्य अर्थः। तावदेव वदामः चेत् तत्रापि कोऽपि क्लेशः न भवति, तत्रापि सेम् अर्थः भवति। अशित् प्रत्यये परे एजन्तधातोः आत्वम् इति विधिः, इत्युक्ते इण्डैरेक्ट्लि केवलम् अशिति प्रत्यये परे, षित् प्रत्यये परे न भवतु इति अन्यत् अर्थः भवितुं शक्नोति। सो तत्र कोऽपि क्लेशः नास्ति। सो वै वी आर् डिस्कसिङ्ग् इन् दिस् वे, दिस् सूत्र, दिस् स्पेशल् सूत्र इन् दिस् वे, देट् विधिर्थं निमित्तं नास्ति, निषेधार्थं निमित्तम् अस्ति, वै वी आर् केचिङ्ग् द इयर् वै द टफेस्ट् वे, why we are doing, why we are not doing the samanya chintanam, because we want, we have, because there will be some sthitis where we have to do balabal chintanam, and tasmin balabal chintane tasmin samaye adesh upadeshe ashiti sutram vin will because we will consider it as antarangam, because atra vidyartham kopi nimitam nasti, atah we are doing this indirect chintanam. Avgatam va bhagni maya yat kima api uktam? Aam mante. Sarvaihi avgatam va manjari bhagni. Avgatam va bhagni? Acharya, atra nimittam nasti, vidyarthi nimittam nasti, ityukte tatra antarangam भवति न अपरनिमित्तिकम् अन्तरङ्गम् इति अर्थः। विधि, विधि यदा विधिः वयम् अप्लै कुर्मः, विधिार्थम् एतत् सूत्रस्य प्रयोगं कुर्मः, तदा अन्तरङ्गम्। तदेव उक्तमस्ति। अग्रे पठतु भगिनि। एवं च अहं पठामि। आम् किञ्चित् गनी सोर् थ्रोट् अस्ति, परन्तु अहं पठामि। एवं च अत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः, एकश्च अपरनिमित्तिकम् अन्त्यस्य च निमित्तिकम् अस्ति। तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गम्, तदर्थम् आदेश च उपदेशे अशिति 6.1.45 इति शास्त्रम् अन्यत् शास्त्रं प्रति अन्तरङ्गं भवति। अवगतम् भगिनि? अवगतम्। इत्युक्ते यदा आदेश उपदेशे अशीति अपि च कोऽपि अन्यसूत्रस्य मध्ये बलाबलचिन्तनं कुर्मः, तदा अस्माभिः तत्र किं चिन्तनीयम्? आदेश उपदेश अशीति इति सूत्रस्य कृते कोऽपि परनिमित्तं नास्ति विधिर्थं। यद्य द्वितीयसूत्रस्य कृते यः द्वितीयशास्त्रम् अस्ति तत्र परनिमित्तम् उक्तम् अस्ति, तदा आदेश उपदेश अशीति इति शास्त्रम् अपरनिमित्तिकम् अन्तरङ्गम् अनेन लक्षणेन अन्तरङ्गशास्त्रं भवति अन्यस्य अपेक्षया इति अत्र उक्तम्। सो इत्युक्ते अस्य अधिकं बलम्, अस्य शास्त्रस्य अधिकं बलं तत्र वर्तते यदि द्वितीयशास्त्रस्य निमित्तम् उक्तम् अस्ति। तदा यदि तस्य अपि निमित्तं न उक्तम् अस्ति, देन् वी विल् अप्लै सम् अदर् लाजिक्। बट् इफ् द्वयोः मध्ये एकस्य निमित्तम् उक्तम् अस्ति, नौ वि नो आदेश उपदेशे अशीति इति शास्त्रस्य कृते निमित्तं नास्ति, विधिर्थं निमित्तं न उक्तं, केवलं निषेधार्थं विधि निमित्तम् अस्ति, तदा एतत् शास्त्रम् अन्तरङ्गं भवति अन्यस्य अपेक्षया इति अत्र दत्तम् अस्तु भगिनि। आदेश उपदेशे अशीति 6.1.45 उपदेशे एजन्तस्य धातोः आत्वं न तु शिति, उपदेशे इत्यनेन औपदेशिकधातूनाम् एव प्रसक्तिः, न तु आतिदेशिकधातूनाम्। उपदेशावस्थायाम् एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः अशीति येन विधिः तदन्तस्य 1.1.72 इत्यनेन तदन्तविधिः अलोन्तस्य 1.1.52 इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ श इत् यस्य स शित् न अशित् अशित् तस्मिन् विषये अशीति नय तत्पुरुषः आत् प्रथमान्तम् एचः षष्ठ्यन्तम् उपदेशे सप्तम्यन्तम् अशीति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् लिटि धातोः अनभ्यासश्च 6.1.8 इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशीति वदतु सूत्रस्य कः अर्थः अत्र आदेश उपदेशे अशीति इति सूत्रे उपदेशे एजन्तस्य धातोः आत्वं भवति कदा अशीति प्रत्यये परे कदा न न तु अशीति उपदेशे एजन्तस्य धातु न तु शीति अत्र अलोन्तस्य इति सूत्रेण अन्तस्य अलः स्थाने तत्र विधिः भवति अत्र स्थानिवर्णः कः स्थानि किम् अस्ति एचः षष्ट्यन्तम् अस्ति एचः स्थाने एचः स्थाने वर्ण यदि धातोः अन्ते एच् अस्ति तदा एव एतत् सूत्रं प्रवर्तते कुत्रचित् मध्ये आदौ अस्ति चेत् तत्र एतत् सूत्रं न प्रवर्तते इति पदस्यापि अनुवृत्तिः कीदृशधातोः एचः धातोः अत्र अलो अनन्तस्य इत्युक्ते तदन्तविधिः अस्ति सो अत्र विशेषणेन विधिः उक्तमस्ति एचः इति विशेषणम् अस्ति कस्य विशेषणं धातोः इत्यस्य विशेषणं धातोः अपि षष्ठ्यन्तम् अस्ति कीदृशधातोः आत्वम् एजन्तः धातोः आत्वम् सो अत्र विशेषणरूपेण विधिः अस्ति अतः तदन्तविधिः येन विधिस्तति तस्य विशेषणेन सो अतः यस्य धातोः अन्ते अथवा यः कोऽपि तादृशधातोः यत्र एकमेव वर्णः सः एच् वर्णः अस्ति तस्यापि विधिः अस्ति परन्तु यस्य धातोः अन्ते एच् वर्णः तस्य कृते एतम् आत्वम् उक्तमस्ति सो एजन्तधातोः आत्वं भवति अनेन सूत्रेण परन्तु तत्र उपदेशे इति पदमपि अस्ति अत्र साक्षात् किमर्थम् उपदेशपदमस्ति तत्र औपदेशिकधातूनाम् एव अत्र औपदेशिकधातूनां कृते एव एतत् सूत्रं प्रवर्तते न तु आतिदेशितधातूनाम् इत्युक्ते कोऽपि सनादिप्रत्ययः योजयामः तत्र अपि धातोः इत्यस्य निष्पत्तिः भवति तस्य धातोः यदि कोऽपि एच् वर्णः अन्ते अस्ति तस्य कृते एतत् सूत्रं नास्ति अत्र उपदेशे पदेन उपदेश अवस्थायाम् इति न उक्तमस्ति इत्युक्ते आम् इण्डैरेक्ट्लि वी केन् से उपदेश अवस्थायाम् अतः केवलं ये औपदेशिकधातवः द्विसहस्र औपदेशिकधातवः सन्ति तेषां कृते एव एतत् सूत्रं प्रवर्तते न तु आतिदेशिकधातूनां आतिदेशिकधातूनाम् इत्युक्ते सनाद्यन्तः धातवः इति धातुसंज्ञा भवति तेषां धातूनां कृते एतत् सूत्रं नास्ति. यस्य भुवादयः धातवः इति सूत्रेण धातुसंज्ञा भवति तस्य धातोः कृते एव एतत् सूत्रम्. अत्र साक्षात् सूत्र धातोः अनुवृत्तिः अस्ति. अतः एजन्तधातूनात्वम् अपि च सः आत्वं निषिध्यते. कदा निषिध्यते? यदा धातोः परे कोऽपि षित् प्रत्ययः अस्ति. षित् प्रत्ययपरे कार्यस्य निषेधः इत्युक्ते डैरेक्ट्लि यत्र अश्युत् प्रत्ययः अस्ति तत्र तु आत्वं भवति एव इति सूत्रम्. अवगतं वा भगिनि? अवगतं. सर्वैः अवगतं? कोऽपि प्रश्नः वा अत्र? अस्तु, अग्रे पठ. एवं च परिभाषेन्दुशेखरे ग्रन्थकारः वदति अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम्. अन्तर्भूतानि अङ्गानि, अत्र अन्तर्भूतत्वं बहुविधम् अस्ति. अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितं. कदाचित् पूर्वोपसितनिमित्तकतया भवति, कदाचित् अपरनिमित्तकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वयापेक्षतया भवति. अतः व्याख्यायाः निमित्तानाम् अन्तर्भावः इत्यारभ्य लिखितम् अस्ति. इत्युक्ते नौ वी आर् कन्क्लूडिङ्ग् द अन्तरङ्ग बहिरङ्गशास्त्रं. परिभाष इन्दुशेखरग्रन्थे तत्र अन्तरङ्गशास्त्रस्य लक्षणमस्ति. इत्युक्ते अन्तरङ्गं किं, बहिरङ्गं किं, तत्र उक्तमस्ति. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायं मध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्. इत्युक्ते अत्र अस्मिन् करपत्रे प्रकारद्वयमेव प्रदर्शितम् अस्ति. यस्य शास्त्रस्य निमित्तं द्वितीयशास्त्रस्य निमित्तसमुदायात् मध्ये वर्तते तद् अन्तरङ्गम्. शिवयोग न इति स्थित्यां तत्र वकारः इकारः वकारः नकारः तु वकारः तत्र वकारस्य कृते यत् विधिः आसीत् इत्युक्ते ऊठ आदेशः तदन्तरङ्गं भवति. परन्तु यः इकारस्य कृते यत् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं तत् बहिः वर्तते अतः तत् बहिरङ्गशास्त्रं भवति. अतः ऊठ आदेशः एव अन्तरङ्गशास्त्रम् इति. अतः अत्र लिखितं व्याख्यानेषु यः अन्तरङ्गम् इति पदे यत् अङ्गम् इति अस्ति सः निमित्त आधारीकृत्य एव सर्वं तत्र स्पष्टीकृतं. सो अन्तरङ्गशास्त्रे यत् अङ्गम् इति पदं निमित्तरूपेण एव तत्र तस्य व्याख्या कृतम् अस्ति. निमित्ताधारीकृत्य एव वयं तत्र अन्तरङ्गस्य लक्षणम् अवगन्तुं शक्यते. निमित्तं निमित्ताधारीकृत्य यदि कस्यचित् शास्त्रस्य निमित्तं बहिरस्ति, कस्य शास्त्रस्य निमित्तं मध्ये भवति, तदन्तरङ्गं भवति, अन्यत् बहिरङ्गं भवति. अपि च द्वितीयविधम् अस्ति, यस्य शास्त्रस्य निमित्तमेव न उक्तम् अस्ति. कार्यमस्ति परन्तु परनिमित्तिकं नास्ति, परे कोऽपि निमित्तं नास्ति, तदपि अन्तरङ्गं भवति. बिकास् तस्य निमित्तम् इत्युक्ते कोऽपि कण्डिशन् नास्ति, मध्ये एव स्थितम् अस्ति, अन्तर्मध्ये अस्ति. अतः सो दीस् आर् द टू टैप्स् आफ् अन्तरङ्गं देट् वी हेव् डिस्कस्ड्. यस्य शास्त्रस्य निमित्तं मध्ये वर्तते तद् अन्तरङ्गं, यस्य शास्त्रस्य निमित्तं कोऽपि विधि कृतम् इत्युक्ते कार्यस्य कृते कोऽपि विधिः न उक्तम् अस्ति, तदपि अन्तरङ्गं भवति. सो यत्र निमित्तम् अस्ति यत्र निमित्तम् उक्तमस्ति तत्र वयं किं पश्यामः विच् इस् द स्थानि नियरेस्ट् निमित्तं सो स्थानि नियरेस्ट् यत् अस्ति तद् भवति अन्तरङ्गम् यदि कस्मिंश्चित् शास्त्रे निमित्तमेव न उक्तं तदा तत्र किं कुर्मः तत्र तु निमित्तं न उक्तमस्ति तत्र किं कथं वयम् अवगन्तुं शक्यते कः अन्तरङ्गं किम् अन्तरङ्गं किं बहिरङ्गं सो तत्र अनियारीत्या सो अपरनिमित्तिकम् अपि अन्तरङ्गं यस्य शास्त्रस्य कोऽपि निमित्तं नास्ति तदपि अन्तरङ्गं तावदेव अन्तरङ्ग बहिरङ्गविषये अत्र उक्तमस्ति चेतना भगिनी अवगतं वा भगिनि So you have to remember only two types of antarang because maybe they are the most frequently you can come to the tatra nishkarshah bhavitum shaknoti because of these two conditions yasya shastrasya nimittam nasti apara nimittam nasti tadapi antarangam yasya shastrasya nimittam sthani samipe vartate tatapi antarangam इत्युक्ते अन्यस्य अपेक्षया स्थानी किञ्चित् दूरे निमित्तम् अस्ति तद् बहिरङ्गं परन्तु यस्य निमित्तं स्थानी समीपे वर्तते तद् अन्तरङ्गं देट् इस् वाट् इस् पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् एण्ड् अपरनिमित्तिकम् अन्तरङ्गम् दीस् आर् टु टैप्स् आफ् अन्तरङ्गस् विच् आर् इन् दिस् करपत्र सर्वैः अवगतं वा अस्तु चेतना भगिनी अग्रे पठतु भगिनिबिन्दु एकं सूत्रम् औत्सर्गिकं सामान्यम् अन्यत् अपवादभूत अस्ति चेत् अपवादः बलवान् उदाहरणम् उपरि दत्तं वृद्धिरेचि 6.1.88 आद्गुणः 6.1.87 इति सूत्रस्य अपवादः अतः यद्यपि वृद्धिरेचि परसूत्रं तथापि विप्रतिषेधे परं कार्यम् इत्यनेन तस्य कार्यं न सिद्ध्यति अनया परिभाषया सिद्ध्यति आद्गुणः इत्यस्य अपवादत्वात् अत्र सूत्रद्वयम् अनया परिभाषया इत्युक्ते अनया परिभाषया इत्युक्ते कया पूर्वपरनित्यान्तरङ्गापवादान् अनया परिभाषया सिद्ध्यति न तु विप्रतिषेधे परं कार्यम् इत्यनेन फार् सेयिङ्ग् देट् अपवाद् सूत्रम् इस् बलवत् हौ वट् इस् द प्रमाणं किमस्ति प्रमाणम् एतत् परिभाषा प्रमाणम् अस्ति परिभाषा पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इति प्रमाणम् वी डोण्ट् नो हू हेस् सेड् दिस् बट् इट् इस् कमिङ्ग् फ्रोम् जनरेशन्स् टु अस् इट् हेस् कम् वी डोण्ट् नो हू हेस् सेड् दिस् बट् इट् हेस् कम् फ्रोम् जनरेशन्स् दिस् थाट् हेस् कम् सो एतदेव प्रमाणम् अस्ति वदतु बिकास् वी हेव् फिनिश्ड् वी आर् फिनिश्ड् वित् अन्तरङ्गम् नौ इन् दिस् परिभाषा वाट् इस् लेफ्ट् अपवाद् पूर्व पर नित्य अन्तरङ्ग अपवाद् अपवादानाम् उत्तरं बलीयः देट् इस् वै सी बिन्दु इस् अबौट् द अपवाद् सूत्रम् वी हेव् आलरेडि डिस्कस् वाट् इस् अपवाद् अण्ड् उत्सर्ग बट् इन् आर्डर् टु फिनिश् द इन् आर्डर् टु गो इन् द क्रम in this krama now we are c bindu is with respect to the utsarga and apvad because apvad sarvesham apekshaya apvad sutram balvat asti atra atgunah utsarga sutram asti achi pare gunah bhavati iti parantu vritti rechi vadati echi pare vritti bhavati iti आद् अपि आद् इति अनुवर्तते अत्र आद् इति कीदृशपदमस्ति अत्र भगिनि पञ्चम्यन्तम् आम् अत्र तपर्करणं नास्ति सर्वदा स्मर्तव्यम् अत्र तपर्करणम् अस्ति दीर्घस्वरस्य कृते तपर्करणस्य कोऽपि आवश्यकता नास्ति रिमेम्बर् देट् यदा दीर्घस्वरः अस्ति तस्य कृते तपर्करणस्य कोऽपि मुख्यप्रयोजनं नास्ति कुत्रचित् वर्तते कुत्रचित् अस्ति तपर्करणं but we don't need taparkaranam for the dirghaswara because vayam tatra plutswarasi visaye kimapi tatra chintanam nasti lokik bhashayam lokik sanskrit bhashayam we don't apply the plutswara so atra dirghaswara sakshat a iti uktam asti che tasya krite taparkaranasya avashyakta nasti अत्र तु पञ्चम्यन्तम् अस्ति आत् इति पञ्चम्यन्तम् अस्ति तेन किम् अकारस्य अकारस्य परे इक् वर्णः अस्ति इति गुणः भवति इत्युक्ते अत्र इति प्रातिपदिकम् अस्ति अकारः इति प्रातिपदिकं तस्य एव पञ्चमी भवति आत् राम इति आकारान्त् प्रातिपदिकमस्ति तस्य पञ्चमी भवति रामात् यदि वयम् अवर्ण व्याकरणशास्त्रे अवर्णः स्वीकुर्मः चेत् तत्र कस्य ग्रहणं भवति अष्टादश अकारानाम् अष्टादश अतः अत्र अपरे अच्वर्णः तदापि गुणकार्यम् आपरे अच्वर्णः तदापि गुणकार्यम् इति आद्गुणः सो आत् इति अनुवृत्तिः वृद्धिरेचि इति सूत्रे अपि आत् इत्यस्य पदस्य अनुवृत्तिः अस्ति सो वृद्धिः अपि आत् परे एव भवति अ आ परे एच् वर्णः अस्ति चेत् वृद्धिः द्वयोः पूर्वपरयोः वृद्धिवर्णस्य आदेशः एकादेशः किम् उक्तमस्ति अत्र वृद्धिरेचि इति परसूत्रम् परसूत्रं परन्तु वृत्तिरेचि इत्यस्य कार्यक्षेत्रं केवलम् एचि परे अस्ति अतः आत्गुणसूत्रस्य अपवादसूत्रमस्ति अन्यत्र कुत्रापि तस्य कार्यं नास्ति अतः वृद्धिरेचि एव बलवत् अस्ति इत्युक्ते वाट् इस् द अपवाद् सूत्रस्य लक्षणं किम् अन्यत्र कार्यं न भवति तत्र इत्युक्ते लक्षणं किम् अस्ति वी हेव् टु रिमेम्बर् दट् वाक्यं न तत् वाक्यं निरवकाशं निरवकाशम् अपवादसूत्रस्य लक्षणं निरवकाशत्वम् अपवादसूत्रस्य लक्षणम् निरावकाशत्वं सो अत्र वृद्धिरेचितस्य अवकाशः एव कुत्रापि अन्यत्र नास्ति अतः अपवादसूत्रं भवति अपवादसूत्रं भवति चेत् तत्र बलवद्भवति बिकास् आद्गुणः इति सूत्रे अचि इति निमित्तम् कृते निमित्तम् उक्तमस्ति अत्र अचि परे एचि एचि परे एचि अचि मध्ये अस्ति अतः वृद्धिरेचि इत्यस्य शास्त्रस्य कृते अन्यत्र कुत्रापि लब्धावकाशः नास्ति आद्गुणः इत्यस्य कृते अस्ति अतः अत्र द्वयोः मध्ये विप्रतिषेधः नास्ति विप्रतिषेधः नास्ति चेत् वयं कथम् एतत् शास्त्रम् अत्र अप्लै कर्तुं शक्यते विप्रतिषेधे परं कार्यं न कर्तुं शक्यते द्वयोः मध्ये विप्रतिषेधः एव नास्ति अतः किमपि भिन्न उक्ति तत्र चिन्तनीयं तदस्ति एतत् परिभाषा पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः अन्यत्र अन्यत्र लब्धावकाशे इति सूत्रे अन्यत्र द्विवारं किमर्थम् उक्तमस्ति इत्युक्ते शास्त्रद्वयस्य चिन्तनमस्ति अतः एकस्य कुत्रापि अन्यत्र लब्धावकाशः अन्यस्य भिन्न कुत्रापि अन्यत्र लब्धावकाशः अतः द्विवारम् उक्तमस्ति बिकास् वी आर् कम्पेरिङ्ग् टु सूत्रास् एकस्य शास्त्रस्य अन्यत्र कुत्रापि लब्धावकाशः संवेर् एल्स् द्वितीयशास्त्रस्य अन्यत्र कुत्रापि सेपरेट्लि अतः द्विवारम् उक्तमस्ति बिकास् कोऽपि तत्र ब्रह्मः मा भवतु इत्यस्य कृते एव तत्र द्विवारम् उक्तम् अस्ति बिकास् वी आर् कम्पे आल्वेस् वी विल् बि कम्पेरिङ्ग् टु शास्त्रास् एकस्य अन्यत्र कुत्रापि लब्ध अवकाशः, द्वितीयशास्त्रस्य तत्र न कुत्रापि अन्यत्र लब्ध अवकाशः, इत्युक्ते स्वतन्त्रतया तयोः लब्धावकाशः, अतः द्विवारम् अस्ति. परन्तु अत्र तादृशस्थितिः एव नास्ति. आद्गुणः इत्यस्य कृते अन्यत्र लब्धावकाशः अस्ति, परन्तु वृद्धिरेचि इत्यस्य कृते स्वतन्त्रतया लब्धावकाशः नास्ति. वेर् एवर् वृद्धिरेचि केन् अप्लै, तत्र आद्गुणः इत्यस्य अपि प्रसङ्गः अस्ति. सो तत्र अतः निरवकाशत्वम् अपवादस्य बीजम् अथवा तत्र लक्षणं वयं वदामः. अग्रे अपि पठतु. यद्यपि अत्र वृद्धिरेचि परशास्त्रम् अस्ति 88, आद्गुणः 87 पूर्वशास्त्रम् अस्ति. बिकास् सिन्स् वि केनाट् देर् द्वयोः मध्ये विप्रतिषेधः एव नास्ति, कथं वयम् एतत् पूर्वशास्त्रम् एतत् परशास्त्रं तद् अप्लै न कर्तुं शक्यते, तत् चिन्तनम् अत्र न भवति. अत्र तु किमपि अन्यत् चिन्तनं भवेत् तदस्ति. अत्र पठतु. पूर्वपरनित्यन्तरङ्गापवादानामुत्तरोत्तरः फलीयः इति परिभाषायाः प्रथमपदद्वयम्. पूर्वपर विप्रतिषेधे परं कार्यमित्यस्य तात्पर्यं तस्याः अग्रिमेण तत्त्वत्रयेण नित्यान्तरङ्गापवाद इत्यनेन विप्रतिषेधे परं कार्यमिति सूत्रं निषिध्यते. नाम नित्यान्तरङ्गापवाद एषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति. तुल्यबलविरोधः भावे अभावे परसूत्रस्य कार्यं पूर्वं न भवति. तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्य अन्तरङ्ग अपवाद इति शास्त्रेण विप्रतिषेधे परं कार्यमित्यनेन न. सो प्रथमभागं पूर्वपर इति देन् वि कम्पेर् पूर्वसूत्रम् अपि च परं सूत्रं. तत्र विप्रतिषेधे परं कार्यम् इत्यनेन कार्यं भवति. विप्रतिषेधविषये एव पूर्वपरचिन्तनं, न तु पूर्वपरविषये विप्रतिषेधचिन्तनं. विप्रतिषेधे पूर्वपर. यदा द्वयोः मध्ये विप्रतिषेधः वर्तते तदा एव वयं पूर्वपरविषये चिन्तनं कुर्मः. परन्तु नित्यकार्यम् अपवाद अन्तरङ्गम् अपवाद कार्यं तत्र विप्रतिषेधे परं कार्यं सूत्रं कार्यं न करोति. इत्युक्ते अपवादविषये तु साक्षात् वयं द्रष्टुं शक्यते द्वयोः मध्ये विप्रतिषेधः नास्ति, अतः तत्र विप्रतिषेधे परं कार्यम् इति शास्त्रस्य प्रसङ्गः एव नास्ति. बट् वेन् वी आर् डिस्कस्सिङ्ग् नित्य एण्ड् अन्तरम् अत्र भवितुं शक्नोति, द्वयोः मध्ये अन्यत्र अन्यत्र लब्धावकाशः भवितुं शक्नोति, इदानीं कुत्रचित् एकत्र प्राप्तिः अपि भवति, तथापि वयं तत्र विप्रतिषेधे परं कार्यम् इत्यनेन तत्र निर्णयं न कर्तुं शक्यते. बिकास् तत्र किमपि अन्यत् सम्बन्धः अपि वर्तते द्वयोः मध्ये, केवलं तावदेव सम्बन्धः नास्ति. तत्र नित्य अनित्य अन्तरङ्ग बहिरङ्ग इत्यपि तत्र द्रष्टव्यम्. अपवादविषये तु विप्रतिषेधः नास्ति एव. There will not be विप्रतिषेधः, बट् with respect to nitya and antarang there can it is a possibility that vipratishedah asti but we cannot jump to the conclusion that vipratishede param karan atah तत्र नित्य अन्तरङ्ग अपवाद एतेषु विषयेषु तत्र विप्रतिषेधे परं कार्यम् इति सहितं करोति अतः तत्र तुल्य विषये इवन् दो तत्र तुल्यबलः दृश्यते परन्तु तत्र तुल्यबलविरोधः नास्ति तत्र किमपि अन्यत् सम्बन्धः अपि वर्तते दट् इस् ओन्ली हौ वि स्टार्ट् स्टार्ट् फ्रम् अपवाद एण्ड् उत्सर्ग देन् अपवाद् यदि तत्र उत्सर्ग द्वयोः शास्त्रयोः मध्ये उत्सर्ग अपवाद् सम्बन्धः न दृश्यते तदा वयं किं पश्यामः अन्तरङ्ग बहिरङ्ग यदि अन्तरङ्ग बहिरङ्ग अपि नास्ति देन् वी विल् गो टु नित्य अण्ड् अनित्य यदि नित्य अनित्य अपि न दृश्यते देन् वी केन् गो टु पूर्वपर दिस् इस् द लास्ट् रेसार्ट् वी केनाट् डिसैड् इन् द फस्ट् इन्स्टन्स् बै द पूर्वपर because uttara uttaram baliyah so sarvesham apekshaya apvad yade utsarga apvad sambandha nasti then antarangasya krama then nitya nitya at the end we have the para shastra versus purva shastra avgatam va एतत् उत्तरोत्तरोत्तरं वलीयः तस्य उदाहरणं न उत्तरोत्तरं वलीयः इत्युक्ते पूर्वापेक्षया पर पर अपेक्षया उत्तर उत्तरम् उत्तरे यत् उत्तमं पर अपेक्षया नित्य नित्यापेक्षया अन्तरङ्ग अन्तरङ्ग अपेक्षया अपवाद् सर्वेषाम् अपेक्षया अपवाद् दट् इस् उत्तरोत्तरम् That is why we say apvad sarvesham apekshaya purv par nitya antarang etesham apekshaya apvad sutram balvat that is why we will first check whether it is an atrasarga apva sambandha asti va asti che tatra apvad sutram eva balvat we need not to see the other things सर्वेषाम् अपेक्षया अपवाद् शास्त्रं बलवत् इति अस्मिन् परिभाषया उक्तमस्ति एतत् पठतु भगिनि किमपि चित्रम् आचार्य तत्र हा तत्र क्रमः अत्र उत्सर्ग अपवाद फस्ट् वन् सेकेण्ड् वन् नित्य अनित्य थर्ड् वन् इस् अन्तरङ्ग बहिरङ्ग katham second if we are going from the last which is the strongest uttara uttara bali apvad apvad then apvadasya apekshaya kim stronger asti antarang antarang then nitya purva para nitya antarang antarang is the fourth thing then apvad नाम इस् षष्ठी विभक्ति एतेषाम् उत्तर उत्तरं बलीयः सो लास्ट् इस् अपवाद् देन् अन्तरङ्ग देन् नित्य देन् पर देन् पूर्व अस्तु धन्यवादः अत्र उत्तर इत्युक्ते आफ्टर् इति वा अपवादनन्तरम् अन्तरङ्गं तदा क्रमः उत्तर उत्तरम् इत्युक्ते आफ्टर् दिस् दिस् आफ्टर् उत्तरम् इत्युक्ते अत्रापि पठतु भगिनि अधः अस्माकम् अधः अस्माकं वसुधा भगिनी अस्याः परिभाषायाः परिभाषायाः सिद्धान्तं सुन्दरतया निरूपितवती वसुधा भगिनी निरूपितवती सुपूर्वं पर तदनन्तरं नित्य तदनन्तरम् अन्तरङ्ग स्ट्राङ्गेस्ट् अपवादः इति इत्युक्ते तस्य बलम् अधिकम् अस्ति. दिस् इस् बेसिक्लि द पावर् अपवाद शूस्त्रस्य अधिकबलम् अस्ति. अन्तरङ्गस्य किञ्चित् तस्य अपेक्षया किञ्चित् लघु न्यूनम् अस्ति. देन् नित्यशास्त्रमपि तस्य अन्तरङ्ग अपि च अपवाद अपेक्षया किञ्चित् न्यूनम् अस्ति. देन् पर एण्ड् देन् पूर्व. पर पूर्वपर एक्साम्पल्स् मोर् अस्ति वा? आम् सामान्यतया इत्युक्ते पूर्वपर इस् वेरि कन्फ्यूसिङ्ग्. अत्र पर इत्यनेन इह पूर्व इत्युक्ते विप्रतिषेधे परं कार्यम् इति सूत्रे इह परम् इति शब्दम् अस्ति. तत्र श्रेष्ठम् अनन्तरं परम् इत्युक्ते अनन्तरं यथा अत्र उक्तमस्ति वृद्धिरेचि इति सूत्रं परशास्त्रम् इत्युक्ते तस्य संख्या अनन्तरम् अस्ति, तस्य क्रमः अनन्तरम् अस्ति आद्गुणः इत्यस्य अपेक्षया. सो अनन्तरं श्रेष्ठम् इष्ठं सो तत्र परम् इति शब्दस्य बहु इत्युक्ते बहु आर्थिक शब्दः अस्ति. तस्य बहूनि अर्थाः सन्ति अतः तत्र किञ्चित् क्लेशः वर्तते. सो पूर्वपर इत्युक्ते सर्विसे सपोज् वी हेव् सपोज् वी हेव् बू प्लस् तत्र विप्रतिषेधे परं कार्यं न आचार्य तत्र विप्रतिषेधे परं कार्यम् इति सपोज् वी हेव् भू प्लस् नीच् भू प्लस् नीच् इति स्थित्यां हेतुमति च इति सूत्रेण निच् प्रत्ययः भू धातुतः योजयामः. भू इति अजन्तदातुः इगन्तदातुः. सो अत्र णिच् प्रत्यये तत्र इकारः एव अवशिष्यते. अत्र चिन्तनं कुर्मः चेत् कस्य कस्य शास्त्रस्य प्रसक्तिः अस्ति भगिनि अत्र भूयोगन् इ चेतरा भगिनी वदतु. भूयोग इ अत्र एकम् अस्ति सार्वधातुक अर्धधातुकयोः गुणकार्यम् एकमेव भूयोगप्रत्ययः अस्ति निच् अर्धधातुक विशिष्ट अर्धधातुप्रत्ययः अस्ति न भगिनि? विशिष्ट अर्धधातु विशिष्ट अर्धधातुप्रत्ययः परे अस्ति चेत् किं भवति? अथोयनीति इति सूत्रे इत्युक्ते अर्धधातुप्रत्ययेषु किं द्रष्टव्यं कितनेत् विहाय सामान्य. सो अत्र णित् प्रत्ययः अस्ति मूर्धन्यनकारित् अस्ति णिच् प्रत्यये विशिष्ट अर्धधातुप्रत्ययः अस्ति. सामान्य अर्धधातुप्रत्ययः नास्ति, विशिष्ट अर्धधातुप्रत्ययः अस्ति. विशिष्ट अर्धधातुप्रत्ययः अस्ति चेत् किं भवति? अतो निमिति इति सूत्रेण वृद्धिः भवति. अचो निमिति अजन्त अङ्गस्य निति निति परे वृद्धिः भवति. नौ इफ् वि चेक् द टु सूत्र सार्वधातुक अर्धधातुकयोः एण्ड् अचोनिति अचोनिनिति अचोनिनिति शास्त्रम् इस् परशास्त्रं, सार्वधातुक इस् पूर्वशास्त्रम्. इफ् यु चेक् द संख्या डोण्ट् नो दिस् सूत्रसङ्ख्या किम् अस्ति बट् इट् कम्स् लेटर्. अचोनिनिति कम्स् लेटर्. सार्वधातुक इस् 7.1 समथिङ्ग् दट् सूत्रम्. दिस् कम्स् इन् ऐ थिङ्क् 7.2 or 3 ऐ डोण्ट् नो इट् कम्स् लेटर्. सो अत्र द्वयोः कृते निमित्तम् अस्ति. अत्र सि ऊकार इस् द स्थानि इस् द निमित्तम् द्वयोः तत्र अन्यत्र अन्यत्र स्वतन्त्रलब्धावकाशः अपि अस्ति द्वयोः शास्त्रयोः स्वतन्त्रलब्धावकाशः अपि वर्तते एण्ड् द्वयोः शास्त्रयोः इदानीम् एकत्र प्राप्तिः अस्ति सो हियर् वी विल् डिसैड् फ्रोम् द बिकास् अत्र उत्सर्गचिन्तनं नास्ति अन्तरङ्गं नास्ति नित्या अनित्यापि नास्ति सो हियर् वी विल् डिसैड् फ्रोम् द विप्रतिषेधे परं कार्यं परशास्त्रं बलवत् भवति सो वी विल् डू वृद्धि नाट् गुणः सो बुक् विल् बिकम् पौ not who will become who so kutrachit vipratishede param karyam will apply with at lot of places sarvada tatra antarang nitya iti sambandha nasti kutrachaya viralataya eva utsarang antarang vishayah samani is purva vipratishede param karyam samani is vipratishede param karyam this you will see at a lot of places अत्र अचोयिनीति अपवादसूत्रं नास्ति वा तादृश दृश्यते अन्यत्र अन्यत्र अपि अस्ति अस्तु किञ्चित् तत्र अपवादशास्त्रमपि अस्ति द्वयोः मध्ये अहं चिन्तयामि तत्र अपवादमेव बिकास् यत्र यत्र नित्यनित् प्रत्ययः परे अस्ति चेत् अपवादिति साक्षात् न वक्तुं शक्यते बिकास् अचोनिनीति इति सूत्रस्य कार्यं तत्र सुबन्तप्रक्रियाम् अपि अस्ति अचोनिनीति इति सूत्रेण तत्र सुबन्तप्रक्रियामपि वृद्धिः भवति बिकास् अङ्गस्य इट् हेस् नथिङ्ग् टु डू वित् द धातु इट् सेस् अङ्गस्य अजन्त अङ्गस्य वृद्धिः नीतिनीति प्रत्यपरे तत्र सुबन्तप्रक्रियामपि गुणः भवति बट् सार्वधातुकार्धधातु फिक्स्ड् टु धातु विषयः वै बिकास् तत्र साक्षात् उक्तमस्ति न सार्वधातुप्रत्ययः भवेत् परे आर्धधातुप्रत्ययः परे भवेत् अण्ड् सार्वधातुक अण्ड् आर्धधातुक संज्ञा केवलं तेषां प्रत्ययानाम् एव ये धातुतः विधीयन्ते विहितः भवन्ति अन्येषां प्रत्ययानां सार्वधातुक एण्ड् आर्धधातुक संज्ञा न वर्तते देट् इस् वै वी केन् नाट् से वित् रेस्पेक्ट् धातु इट् लुक्स् लैक् अपवाद् शास्त्रं बट् सिन्स् अचोनिमिति हेस् अनदर् एप्लिकेशन्स् आल्सो मेबि भवितुं शक्नोति अचोनिमिति इत्यस्य तत्र न न पूर्विप्रतिषेधे परं कार्यमेव बिकास् यत्र भूयोगशप् भवति भूयोगशप् अस्ति चेत् तत्र केवलं सार्वधातुक इत्यस्य तत्र तु अचोनिनीति न आगन्तुं शक्यते न तत्र नित्यनित् प्रत्ययः नास्ति तत्र सार्वधातुकार्धधातुकयोः इति शास्त्रमेव अप्लै कार्यं कर्तुं शक्यते द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः वर्तते स्वतन्त्रलब्धावकाशः अस्ति इदानीं तत्र एकत्र प्राप्तिः अतः विप्रतिषेधः वी केनाट् से द्वयोः मध्ये उत्सर्गपाचिन्तनं बिकास् अचोनिमिति इति सुबन्तप्रक्रियाम् अपि तस्य कार्यक्षेत्रम् अस्ति अवगतं वा सर्वैः तत्र Samarai Plani. Bhagini Vaktum Shakyateva. I can't speak your proper name. Samarai Palani. Samarai Palani. Bhagini, I am a newcomer. I am trying to understand whatever you are teaching. It will take some time for me to respond, okay? It's okay, Bhagini. Chintanam. Chintamas. Yes, I am Patami, Bhagini. Sutranam. Nana Atra Patani, Bhagini. Adaha Asmakam Vijay Lakshmi Bhagini Asyaha Paribhasha. Ataha Atmakam Vijay Lakshmi Bhagini Asyaha Paribhashayaha Siddhantam Sundarataya Nirupitavati. Sutranam Balabala Samkshepaha. Sutram Ekam Karya Kshetram Dvayoho Sutrayoho Ekatra Praptihi Tulya Bali Tulya Bala Virodaha. This side Sutram Dvayam Sutram Dvayam and then here Asti Purva Sutram Asti Kim Asti तुल्यबलविरोधः अस्ति तुल्यबलविरोधः अस्ति पूर्वसूत्रम् पूर्वत् परं बलवत् विप्रतिषेधे परं कार्यं सूत्रं संख्या एकं चत्वारि द्वे इत्यनेन तुल्यबलविरोधे परसूत्रस्य विधानम् दिस् ओन् इस् फर् अगेन् परसूत्रं तुल्यबलसूत्रं तुल्यबलविरोधसूत्रं परसूत्रं पूर्वरासिद्धं पूर्वत्रासिद्धम् इत्यनेन सप्ताध्यायीं प्रति त्रिपादी असिद्धा त्रिपाद्यामपि पूर्वं प्रति परशास्त्रम् असिद्धम् अगेन् अनदर् वर्षन् सपाद सप्ताध्यायां परसूत्रस्य विधानम् नित्यसूत्रम् परात्रयं बलवत् परात् नित्यं परान् नित्यं न परान् नित्यं या परान्नित्यं बलवत् कृताकृत प्रसङ्गीयः विधिः सः नित्यः इति नित्यसूत्रस्य विधानम् अन्तरङ्गसूत्रं नित्यातन्तरङ्गबलवत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति परिभाषया अन्तरङ्गसूत्रस्य विधानम् तुल्यबलविरोधः नास्ति अपवादसूत्रस्य विधानम् अवधेयं पूर्वपरनित्यातरङ्ग अपवादनाम् उत्तरोत्तरं बलीयः वार्णाताङ्ग बलीयः इति परिभाषया वर्णनिमित्तिककार्यापेक्षया कार्य अपेक्षया अङ्गाधिकारस्य कार्यं प्रबलम् आमाम् सो अत्र पश्यतु किम् अस्ति यदा द्वयोः सूत्र वन् एण्ड् सूत्र टु द्वयोः सूत्रयोः एकत्र प्राप्तिः कस्मिंश्चित् सोपाने द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति इति विषयः सो संवेर् वेन् वि आर् डूयिङ्ग् द पदनिर्माणप्रक्रियायां तत्र आप्लसि इत्युक्ते बालाः न बालिका सो तत्र बालिका इति अत्र तु पदनिर्माणं नास्ति परन्तु अत्र सन्धिकार्यं वर्तते सो बालिका इति तत्र सन्धिविषयः चिन्तनं कुर्मः चेत् अत्र आकारस्य परे इकारः अस्ति सो आद्गुणः इति सूत्रस्य प्रसङ्गः अत्र वर्तते अत्र तु केवलम् आद्गुणः इत्यस्य आमां सत्यं भगिनि परन्तु सपोज् बालिका प्लस् एव बालिका एव अस्ति चेत् अत्र आद्गुणः इत्यस्यापि प्रसङ्गः वृद्धिरेचि इत्यस्यापि प्रसङ्गः सो द्वयोः शास्त्रयोः सूत्र वन् एण्ड् सूत्र टु द्वयोः शास्त्रयोः एकत्र प्राप्तिः अस्ति एकत्र प्राप्तिः अस्ति चेत् कथं वयं जानीमः आद्गुणः इत्यनेन गुणकार्यं कुर्मः वा वृद्धिरेचि इत्यनेन वृद्धिकार्यं कुर्मः सो वी कैनोट् डिसाइड् आफ् अवर् ओन् वी हेव् टु फालो द शास्त्र शास्त्रे किम् उक्तम् अस्ति सो द्वयोः शास्त्रयोः एकत्र प्राप्तिः भवति नौ वट् वी हेव् टु डू तत्र बलाबलचिन्तनं करणीयं कस्य अधिकबलं कस्य न्यूनबलं कस्य इत्युक्ते कस्य सूत्रस्य अधिकबलं कस्य सूत्रस्य न्यूनबलं यस्य अधिकबलम् अस्ति तदेव अत्र कार्यं कर्तुं शक्यते प्रथमे कार्यं कर्तुं शक्यते That is बलाबलचिन्तनं यदा द्वयोः शास्त्रयोः कस्मिंश्चित् सोपाने एकत्र प्राप्तिः भवति तदा अस्माभिः बलाबलचिन्तनं करणीयं कस्य शास्त्रस्य अधिकबलं विच् इस् मोर् पावर्फुल् अण्ड् विच् इस् लेस् पावर्फुल् यत् मोर् पावर्फुल् अस्ति यस्य अधिकबलम् अस्ति तदेव कार्यं कर्तुं शक्यते अतः तत्र बलाबलसंक्षेपः भवति सो इदानीम् अत्र आद्गुणः अपि च वृद्धिरेचि द्वयोः मध्ये तत्र उत्सर्ग अपवादः सम्बन्धः इत्युक्ते यत्र यत्र वृद्धिरेचि इत्यस्य कार्यक्षेत्रम् अस्ति वेर् एवर् वृद्धिरेचि सूत्रस्य प्रसङ्गः तत्र तत्र आद्गुणः अपि आगत्य वदति मम कार्यक्षेत्रं मम कार्यक्षेत्रं सो वृद्धिरेचि लुक्स् लैक् इट्स् लैक् इट् विल् सेव् ऐ विल् वेर् एवर् ऐ कम् देर् देट् दिस् आद्गुणः आल्सो कम्स् ओवर् देयर् So what is my need in the Ashtadhyayi Granthe? Mama Karyam ke masti? Sarvada tatra adguna hai te agatya mama kari shetram vadati mama kari shetram asti. So tatra yatra tadrish sthiti asti ekam sutram niravakashatvam prapnoti. Asya sutrasya kutra api anyatra labdavakashah nasti. Yatha maya puriya uktam. Tatra balika plus इति अस्ति चेत् तत्र तु केवलं वृद्धि आद्गुणः इत्येव कार्यं करोति सो इट् बिकम्स् बालिकेति आ प्लस् इ भवति चेत् वृद्धि गुणः भवति अत्र तु वृद्धिरेचि इति सूत्रं न आगन्तुं शक्यते बिकास् दिस् इस् नाट् एन् एच् वर्ण इकारः एच् वर्णः नास्ति इकारः अच् वर्णः अस्ति सो आद्गुणः हेज् अन्यत्र तस्य लब्धावकाशः वर्तते इट् केन् डू कार्य संवेर् एल्स् बट् वृद्धिरेचि केन् डू ओन्ली वेन् देर् इस् एन् एच् वर्णः अतः द्वयोः शास्त्रयोः मध्ये तत्र तुल्यबलः नास्ति कस्यचित् शास्त्रस्य लब्ध अवकाशः बहुत्र अस्ति. वृद्धिरेचितस्य शास्त्रस्य लब्ध अवकाशः न्यूनम् अस्ति, केवलम् एचि परे एव अस्ति, ए ऐ ओ औ परे एव वृद्धिरेचितस्य प्रसङ्गः. सो निरवकाशात् कोऽपि शास्त्रम्, अष्टाध्यायीग्रन्थस्य कोऽपि शास्त्रं निरवकाशं मा भूत्. सम् शास्त्र शुड् नाट् बि लैक् इट् शुड् नाट् केनाट् सिट् ऐडल्, तस्य कार्यं भवेत्. तदेव अपवाद, देट् इस् द लक्षणम् आफ् अपवाद् शास्त्रम्. सो अत्र द्वयोः मध्ये तुल्यबलविरोधः नास्ति. यदा तुल्यबलविरोधः नास्ति तदा किं भवति, तत्र प्रायशः उत्सर्ग अपवाद्. यत्र तुल्यबलविरोधः नास्ति तत्र अपवाद् सूत्रस्य विधानम्. सो वृद्धिरेचि विल् डू द कार्यम्. आ प्लस् ए भवति चेत् इट् विल् बिकम् ऐ. सो तत्र अपवाद् सूत्रस्य विधानं भवति. सो अतः हौ डु वि डिसैड् दिस् अपवाद् सूत्रम् विस् द बल्व बै दिस् परिभाषा विच् इस् नम्बर् वन् पूर्व पर नित्य थर्ड्. देर् आर् फैव् केटगरीस्. वन् इस् पूर्व, सेकेण्ड् इस् पर, थर्ड् इस् नित्य, देन् वी हेव् अन्तरङ्ग्, then we have apvad and etesham. Etesham purva para nitya antaranga apvadanam uttara uttaram baliyah. Apvad shastram sarvesham apekshaya apvad shastram baliyah, adhik balam asti. So that is why vriddhi rechi is an apvad shastram, because etasya kutra api anyatra labdha avakashah nasti. So there between these sutras, ad guna and vriddhi rechi, तत्र तुल्यबलविरोधः नास्ति. एकस्य कार्यक्षेत्रम् अधिककार्यक्षेत्रं, द्वितीयशास्त्रस्य न्यूनकार्यक्षेत्रं. यत्र यत्र द्वितीयस्य कार्यक्षेत्रम् अस्ति तत्र तत्र आद्गुणः अपि प्रसक्तः भवति. अतः अपवादशास्त्रं. सो हौ डु वि डिसैड् वेन् वी हेव् अपवादशास्त्रं? बै दिस् परिभाषा. दिस् इस् द प्रमाणं, शास्त्रप्रमाणम् अस्ति. बै बिकास् वी हेव् अ परिभाषा विच् सेस् पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. संवेर् तत्र एण्ड् देर् इस् वन् मोर् पासिबिलिटि. वार्णादङ्गं बलीयः इस् अनदर् परिभाषा. इट् इस् इन् द परिभाषा इन्दुशेखर ग्रन्थे, अपि च तत्र एतत् परिभाषा अस्ति. वार्णाद् फ्राम् द वर्णकार्यम् अङ्गं बलीयः. अङ्गकार्यम् इस् बलवत्. सो यत्र यत्र अङ्गस्य अधिकारः तत् कार्यक्षेत्रं प्रायशः बलवत् भवति. कस्य अपेक्षया? वर्णकार्यस्य अपेक्षया. सो इफ् वी हेव् अ वर्णकार्यम् एण्ड् वी हेव् अङ्गकार्यं, द्वयोः मध्ये तुलना भवति. विप्रतिषेध इत्युक्ते विरोधः अस्ति. विरोधः अस्ति चेत् तत्र वर्णकार्यं, वर्णकार्यस्य अपेक्षया, वर्णात् from the varnakarya angakaryam baliya, angakaryam will take place, will be the balavat, will be done first. This is what. So yatra tulya bala virodha nasti. Now dvayoh shastriyoh tulya bala virodha. Tulya bala virodha itukte anyatra anyatra swatantra labdha avakashah. Idanim kutrachit ekatra praptih. Either it can be, either we will decide from purva para, or we can decide from nitya nitya, or we can decide from antarang bahirang. So we have got three situations. Vyatra tulya bala virodha asti. Yede ekam shastram nitya shastram anyat anyatya shastram asti che, then nitya shastram balavad bhavati. What is nitya? Kritakrita prasangaha yaha vidihi saha nityaha. यस्य शास्त्रस्य कार्यं पूर्वे अपि भवति अनन्तरमपि भवति तत् नित्यशास्त्रं. दिस् वी हेव् सीन् एक्साम्पल्स् आफ् द नित्य. तत्र अस्ति तुद् धातुः. तुद् धातुः अनन्तरं तत्र तुदादिगणस्य कस्मिन् गणे अस्ति तुदादिगणस्य विकरणप्रत्ययः कः? तुदादिगणस्य विकरणप्रत्ययः किम्? सुदादित्यः शः. सुदादिव्यः शः. आम् न, परन्तु अत्र नास्ति. आम् सो तुद् धातुतः इरेजर् तुत् धातुतः लट् लकारस्य विवक्षा इति अस्माकं विवक्षा लट् लकार एकवचनस्य विवक्षा सो तुद् प्लस् लट् टकारः अपगच्छति अकारः उच्चारणार्थं ल एव अवशिष्यते लस्सि इत्यनेन एकवचनस्य विवक्षा अस्ति चेत् तिप् प्रत्ययः सो नौ वी हेव् तुद् धातु एण्ड् तिप् प्रत्ययः तिप् प्रत्ययः सार्वधातुकप्रत्ययः अपि च कर्तार्थक सार्वधातुकप्रत्ययः पित् अपि अस्ति सार्वधातुकपित् प्रत्ययः तिप् प्रत्ययः सो अत्र तुद् धातोः उपधायाम् उकारः अस्ति ह्रस्व उकारः अस्ति तिप् इति सार्वधातुकपित् प्रत्ययः सो अत्र तुद्योग तिप् इति स्थित्यां कस्य कस्य शास्त्रस्य प्रसक्तिः सुधातुभ्यः सह अपि च सार्वधातुक अर्धधातुकयोः सार्वधातुकयोः सार्वधातु कथम् अस्ति अत्र उपधायां वर्णः अस्ति चेत् सार्वधातुकन्तलघुपदस्य सो अत्र तुदादिभ्यः सह अपि च पुगन्तलघुपदस्य च इति सूत्रस्य द्वयोः शास्त्रयोः मध्ये फलाफलचिन्तनं भवति सो नौ वी हेव् टु डिसैड् सार्वधातुक अर्धधातुकयोः इत्यस्य कृते अन्यत्र लब्धावकाशः अस्ति तुदादिभ्यः सह इति सूत्रस्य कृते अन्यत्रापि लब्धावकाशः अस्ति सो इदानीं तत्र द्वयोः मध्ये कः सम्बन्धः उत्सर्गपसम्बन्धः तु नास्ति उत्सर्गपसम्बन्धः नास्ति अन्तरङ्गबहिरङ्गसम्बन्धः अपि नास्ति किमर्थम् अत्र तत्त्वद्वयमेव उकारः स्थानीवर्णः तिपिति प्रत्ययः निमित्तं तिपिति प्रत्ययः निमित्तं सो वी हेव् ओन्ली टु एण्टिटीस् इन्वाल्व्ड् सो अन्तरङ्ग बहिरङ्ग नास्ति यत्र थ्री एण्टिटीस् आर् इन्वाल्व्ड् तत्र एव अन्तरङ्ग बहिरङ्ग अत्र तु एण्टिटि द्वयमेव अस्ति उकारः स्थानि तिपिति प्रत्ययः निमित्तं द्वयोः शास्त्रयोः कृते परनिमित्तम् अस्ति सो अन्तरङ्गविषयः अपि नास्ति न वि विल् गो टु नित्यानित्य यदि तुद् इति गुणकार्यं कुर्मः सपोज् वि डु द गुणकार्यं तुद् विल् बिकम् तोद् तोद् प्लस् ति इदानीं पुनः तोद् इति धातुः अस्ति सत्यप् इति सार्वधातुकप्रत्ययः अस्ति पुनः तुदादिभ्यः शः इति सूत्रेण श प्रत्ययः आगन्तुं शक्यते बट् द मूमेण्ट् वी डू तुदादिभ्यः शः इति सूत्रेण कार्यं कुर्मः द मूमेण्ट् श प्रत्यय कम्स् देन् पुगन्तलघुपदस्य च इत्यस्य प्राप्तिः पुनः न वर्तते बिकास् श इति अशित् श इति अपित् प्रत्ययः नौ तुदा पुगन्तलघुपदस्य च इति शास्त्रं केनाट् कम् बिकास् श प्रत्ययः अपित् प्रत्ययः पुगन्तलघुपदस्य च इत्यस्य कार्यक्षेत्रम् अत्र नास्ति इदानीम् अतः सो द्वयोः शास्त्रयोः मध्ये तुदादिभ्यः शः इति शास्त्रं नित्यशास्त्रं तस्य अकृते अपि पुनः तस्य प्रसङ्गः वर्तते कृते पुगन्तलघुपदस्य च सो कृताकृतप्रसङ्गः कस्य शास्त्रस्य उदादिभ्यः शः इति शास्त्रस्य एव कृताकृतप्रसङ्गः अतः तत् नित्यशास्त्रं सो नित्यशास्त्रम् अन्यस्य अन्यत् अनित्यशास्त्रं सो वि विल् डु उदादिभ्यः शः बिकास् देट् शास्त्रम् इस् नित्यशास्त्रम् सो तत्र नित्यशास्त्रं यद्यपि द्वयोः लब्धावकाश अन्यत्र विप्रतिषेध तुल्यबलविरोधः अस्ति तथापि विप्रतिषेधे परं कार्यम् इत्यनेन सूत्रेण कार्यं न कुर्मः अन्य तु नित्य अनित्य इति सम्बन्ध आधारीकृत्य सो अत्रापि प्रमाणं किं पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीय नित्यशास्त्रं बलवत् भवति अनित्य इत्यस्य अपेक्षया तथैव अन्तरङ्गशास्त्रस्य विषये यद्यपि द्वयोः मध्ये तुल्यबलविरोधः अस्ति तथापि तत्र एकम् अन्यत् सम्बन्धः वर्तते देट् इस् अन्तरङ्ग एण्ड् बहिरङ्ग अतः अन्तरङ्गशास्त्रं तस्य अधिकबलं वर्तते इत्यत्र उक्तम् नौ कमिङ्ग् टु द पूर्वसूत्रं यत्र पूर्वपर पूर्वपरविषयः पूर्वपरविषयः सपाद् सप्ताध्याय्यां परसूत्रस्य विधानं सपाद् सप्ताध्याय्याम् आल् द सूत्रास् केन् सी ईच् अदर् तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः न वर्तते परन्तु त्रिपाद्यां पूर्वत्र सिद्धम् इत्यनेन पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धम् अस्ति वि केनाट् डिसैड् दिस् विप्रतिषेधे परं कार्यम् अतः तत्र पूर्वसूत्रमेव पूर्वसूत्रस्य अधिकबलम् अस्ति बिकास् परशास्त्रम् असिद्धं पूर्वस्य अपेक्षया परशास्त्रम् असिद्धम् अस्ति सो दियर् वि डोण्ट् हेव् अ प्राब्लम् इन् त्रिपादि बिकास् पूर्वशास्त्रं विल् आल्वेस् बि पवर्फुल् देन् द परशास्त्रं बिकास् तत्र किमर्थं तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति अनन्तरं फोर्थ् बिन्दुः तथैव अस्ति पूर्वत्र सिद्धं सो त्रिपाद्यां भिन्नचिन्तनम् अस्ति त्रिपाद्यां वी केन् नाट् डू दीस् आल् दीस् चिन्तनम् इन् द त्रिपादि बिकास् तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धं न तु श्रेष्ठं सपाद् सप्ताध्याय्यां परशास्त्रं श्रेष्ठं यदि तुल्यबलविरोधः अस्ति इदानीं तु समयः अभवत् वि विल् डिस्कस् अगेन् दिस् एकवारं भवन्तः अपि चिन्तयतु एकवारं किमपि क्लेशः अस्ति चेत् वि विल् डिस्कस् अगेन् देन् वि विल् गो टु पूर्वत्र सिद्धम् इदानीं स्थगामः मञ्जरी भगिनी प्रश्नः अस्ति वा भगिनि न आचार्य अस्तु कान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः।